गुरुब्रह्मा गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः तत्र दीर्घकालतः तत्र पृथक्त्वम् अपि भेदः तयोः मध्ये वैलक्षण्यं वर्तते न वा इति विचारे वयं तत्र संयोगस्य विषये बहु किमपि अटितवन्तः तेन तस्य आधारेण इदानीं तत्र भेदः अपि तत्र पृथक्त्वं तयोः मध्ये वैलक्षण्यं वर्तते इति अपि साधितं किन्तु नूतनविषयः तत्र अवधिः इति आगतः तर्हि तस्य चिन्तनमपि वयं कृतवन्तः इदानीं तत्र गतवर्गे वयं तत्र पृथक्त्वं नाम तत्र घटे विद्यमानं पृथक्त्वम् एकमेव इति वयं ज्ञातवन्तः अपि तत्र पृथक्त्वं तत्र अवधिभेदेन न भिद्यते यतोहि तत्र एकमेव पृथक्त्वं वर्तते घटे इति वयं अवगतवन्तः गतवर्गे अपि तत्र पृथक्त्वस्य तत्र घटे विद्यमानं पृथक्त्वम् अपि तत्र पटे विद्यमानपृथक्त्वं तत्र पृथक्त्वस्य अनेके अवधयः सन्ति किन्तु तत्र कथं भिद्यते इति एकं वयं वक्तुं शक्नुमः नाम तत्र पृथक्त्वम् इति पश्यतु पृथक्त्वस्य आश्रयः घटे विद्यमानपृथक्त्वस्य आश्रयः घटः पटे विद्यमानपृथक्त्वस्य आश्रयः पटः अतः तत्र भेदः नाम एकं समानं नास्ति नाम घटे विद्यमानपृथक्त्वं भिन्नमस्ति पटे विद्यमानपृथक्त्वं यदस्ति तस्मात् इति किन्तु तत्र अन्या रीत्यापि तत्र एतत् साधितुं शक्नुमः इति गतवर्गे प्रदर्शितं नाम अवधि समुदाय इति स्वीकृत्य अवधिसमुदायभेदेन पृथक्त्वस्य वैलक्षण्यम् इति तत्र वयं तत्र साधितुं शक्नुमः इति अस्ति अतः तत्र केवलं पुनः एकवारं तत्र तथा पठित्वा अग्रे सरामः तर्हि तत्र नीता भगिनी नमस्कारः नरसिंहगिरि महोदय नमस्कारः नमस्ते महोदय नमस्कारः तर्हि तत्र नमस्कारः भगिनि नमस्कारः तर्हि तत्र प्रायश तत्र शोभा भगिनी तत्र आरम्भं करोति वा तत्र किञ्च यद्यपि इति तथा आरभ्य तत्र महोदय अवधिक अवधिसमुदायः इति विषयः किञ्च यद्यपि घटे भूतलावधिकपृथक्त्वं पटावधिकपृथक्त्वं पुस्तकावधिकपृथक्त्वम् इदं सर्वम् एकमेव पृथक्त्वं घटविशिष्टं नाम यद्यपि एकम् आश्रयभूतद्रव्यविशिष्टं पृथक्त्वम् अवधिभेदेन न भिद्यते तथापि अवधिसमुदायभेदेन पृथक्त्वम् अवश्यं भिद्यते कथम् इति उच्यते घटे यत् पृथक्त्वं तत् किं किम् अवधिकं घटस्य यादृशदेशे व्यापकत्वं तादृशदेश अतिरिक्तदेशे जगति यावन्तः पदार्थाः तत्सर्व अवधिकं पृथक्त्वं घटे भवति तेषु अवधिभूतपदार्थेषु पटः वर्तते वा आम् वर्तते एव इदानीं पटे विद्यमानं पृथक्त्वं कथम् इति पश्येम पटपृथक्त्वस्य अवधयः के इति चर्चावसरे तत्र घटघटिताः पदार्थाः अन्तर्भूताः पटघटिताः पदार्थाः न आयान्ति तान् पटघटितान् पदार्थान् अतिरिच्य जगति यावन्तः पदार्थाः तत् सर्व अवधिकं पृथक्त्वं पटे भवति अनेन द्वयोः पृथक्त्वयोः अवधिसमुदायौ भिन्नौ अवधिसमुदायभेदेन च घटविशिष्टपृथक्त्वं पटविशिष्टपृथक्त्वात् भिन्नम् अस्तु महोदय इदानीं तत्र अवधिसमुदायस्य विषयः तस्मिन् विषये पठितवन्तः पूर्वस्मिन् वर्गे इत्युक्ते तत्र यावान् अवधयः तत्र घटे वर्तन्ते इत्युक्ते तत्र घटे अवधयः न वर्तन्ते, घटे पृथक्त्वम् अस्ति, पृथक् क्षम्यतां घटे पृथक्त्वे पृथक्त्वरूपेण वर्तन्ते इत्युक्ते तत्र एकक्षणं महोदय दृष्ट्वा एव वदामि चेत् सम्यक् भवति. तत्र घटस्य यादृशदेशे व्यापकत्वं तादृशदेश अतिरिक्तदेशे जगति यावन्तः पदार्थाः तत् सर्व अवधिकं पृथक्त्वं घटे भवति. इत्युक्ते तत्र घटे घटम् अपि च तत्र पूर्वं दृष्टवन्तः कथं वदनीयम् इत्युक्ते आश्रयत्वम् इति यदस्ति नाम उदाहरणत्वेन वदामः तर्हि घटः अस्ति, घटविशिष्टपृथक्त्वम् अस्ति खलु, घटविशिष्टपृथक्त्वम् इत्युक्ते किं, घटे घटे घटे यावन्तः न न घटविशिष्टपृथक्त्वं नाम किं, घटे घटे यत् पृथक्त्वं वर्तते इति भवति. तत्र किमर्थं घटविशिष्टपृथक्त्वम् इत्युक्ते वयं दृष्टवन्तः खलु नाम गुणः आश्रयभेदेन भिद्यते इति, यतोहि गुणः इत्युक्ते तत्र एकं वाक्यं दृष्टवन्तः गुणः अवच्छिद्यते अपि च भिद्यते तद् आश्रयभूतद्रव्येण भूतद्रव्येण, यतोहि पृथक्त्वम् आश्रयभूतद्रव्यं घटमेव अस्ति नाम पृथक्त्वं पृथक्त्वं सर्वेषु द्रव्येषु वर्तते इति कृत्वा केवलं पृथक्त्वम् इति वदामश्चेत् तत्र दोषः भवति खलु, नाम यतोहि पृथक्त्वं सर्वत्र वर्तते, घटे अस्ति पटे अस्ति, अतः यत् पृथक्त्वं घटे अस्ति तस्य नामकरणं घटविशिष्टपृथक्त्वम् आश्रय भेदेन तत्र एतदेव पृथक्त्वं तदा तत्र इङ्कितं तदा खलु. आं महोदय, तत्र यदि तत्र वाक्यं वाक्यं नीत्वा पठामि वदामि चेत् सम्यक् भवति मम. अस्तु भगिनि, तथैव करोतु. यद्यपि घटे भूतल अवधिक पृथक्त्वं पटावधिकपृथक्त्वं पुस्तकावधिकपृथक्त्वम् इदं सर्वम् एकमेव पृथक्त्वं घटविशिष्टं. तत्र यद्यपि तत्र भूतल अवधिकपृथक्त्वं पटावधिक पुस्तकावधिक इति अपि च अन्ये पृथक्त्वानि पृथक्त्वानि अपि भवितुम् अर्हन्ति. पृथक्त्वम् एकमेव, पृथक्त्वम् एकमेव खलु, इत्युक्ते अन्याः अवधिक पृथक्त्व तत्र यदि तत्र अवधिकाः भवितुम् अर्हन्ति किन्तु अवधयः भवितुम् अर्हन्ति, अवधयः नाम तत्र अवधिकं नाम तत्र सोपानेन गच्छामः भगिनि, तर्हि तत्र घटः पठात् पृथक् तदा किं भवति, घटे पृथक्त्वम् अस्ति, अवधिः कः, तदा घटः पठात् इति उक्तत्वात् पटः अवधिः अवधिकं भवति पृथक्त्वं पृथक्त्वम् इति अवधिकं भवति, अतः तत्र पट अवधिकपृथक्त्वम् इति नामकरणं सत्यं तद् घटे अस्ति इति घटे इदानीं घटः पुस्तकात् पृथक् पुनः घटः पुस्तकात् पृथक् इत्युक्ते तत्र पुस्तकात् इति तत्र अवधिः भवति अपि च अवधिकं पुनः पृथक्त्वं भवति पुनः पृथक्त्वम् एव किन्तु प्रथमविधपृथक्त्वं प्रथमपृथक्त्वं द्वितीयपृथक्त्वं भिन्नं नास्ति एकमेव एकमेव यतोहि तत्र यावन्तः पदार्थ किं तत्र अवधयः सन्ति आगच्छन्ति तेषां सर्वेषां पृथक्त्वम् इति तु एकमेव अस्ति एकमेव घटविशिष्टम् इति एव घटविशिष्टं घटविशिष्टं पृथक्त्वम् इत्युक्ते अतः आश्रयभूत द्रव्यविशिष्टं अतः यद्यपि एकम् आश्रयभूतद्रव्यविशिष्टं पृथक्त्वम् अवधिभेदेन न भिद्यते न भिद्यते खलु न भिद्यते दृष्टवन्तः अवधयः भिन्नः भवितुं कति अपि भवेयुः किन्तु पृथक्त्वं तु एकमेव एकमेव द्रव्यविशिष्टपृथक्त्वं भवति नूतनावधिः नूतनावधिः अस्ति इति कृत्वा पृथक्त्वं नूतनं न भवति सत्यं अवधिः नूतनं भवेत् किन्तु पृथक्त्वं तु एकमेव एकमेव अपि तत् पृथक्त्वं द्रव्यविशिष्टम् अस्ति इति तदेव तत्र मुख्यविषयः अपि च अवधिसमुदायभेदेन तथापि अवधिसमुदायभेदेन पृथक्त्वम् अवश्यं भिद्यते भिद्यते यद्यपि तत्र अनेकाः अवधयः भवितुम् अर्हन्ति अपि किन्तु पृथक्त्वं तु एकमेव तिष्ठति द्रव्यविशिष्टं तथापि इदानीम् अस्माकं विषयः आसीत् अवधिसमुदाय समुदायः इति यत् अस्ति तेन पृथक्त्वम् अवश्यं भिद्यते इति कथम् इति अग्रे अग्रे कथम् इति उच्यते अग्रे घटे यत् पृथक्त्वं तत् किं किम् अवधिकम् इति उक्तं तस्य पृथक्त्वस्य कः कः अवधिः भवितुम् अर्हति इति नाम भूतलम् अवधिकम् अवधिः भवितुम् अर्हति खलु सर्वम् अवधिः भवितुम् अर्हति तत्र न सर्वं न किन्तु भूतलं भूतलं पटः पुस्तकम् अतः घटविशिष्टपृथक्त्वस्य अवधिसमुदाये उदाहरणरूपेण घटविशिष्टपृथक्त्वस्य अवधिसमुदाये अवधिसमुदाये भूतल अवधिकं भूतलमस्ति भूतलमिति अस्ति भूतलमिति अस्ति पटः इति अस्ति पुस्तकम् इति पुस्तकमपि अस्ति अस्ति पुस्तकमपि अस्ति अनेके पद तत्र अनेकानि द्रव्याणि तत्र सन्ति अतः एकं केवलम् एकम् इति नास्ति अतः तत्र समुदायः इति नामकरणं तत्र अवधिसमुदायः इति इदानीं तत् अवधिसमुदायं स्वीकृत्य तत्र घटस्य यादृशदेशे व्यापकत्वं तादृशदेश अतिरिक्तदेशे इत्युक्ते तत्र घटस्य व्यापकत्वं विहाय देशे जगति यावन्तः पदार्थाः घटं विहाय इति तत्र वक्तुं शक्नुमः यावन्तः पदार्थाः तत् सर्व अवधिकं पृथक्त्वं घटे भवति तद् तदेव तत्र तत्र पृथक्त्वं तत्र किमर्थं देशः इति आगतः अत्र देशः इत्युक्ते तत्र एकदेशे अस्ति चेत् तत्र पृथक्त्वं नाम भिन्नदेशः पृथक्त्वं नाम भिन्नदेशः इति कृत्वा अत्र देशस्य वक्तुं शक्नुमः समीचीनम् एकदेशे भवति चेत् न वक्तुं शक्नुमः यथा तत्र घटः कपालः कपालिका सर्वे एकदेशे एव सन्ति इति कृत्वा तर्हि तत्र कपालः इति अवधिः भवितुम् अर्हति वा अस्मिन् पृथक्त्वस्य अस्य पृथक्त्वस्य कपालः अवधिः भवितुं न अर्हति यतोहि एकस्मिन् एव देशे वर्तते इति कृत्वा खलु अतः अतः अस्मिन् समुदाये किं किम् अस्ति इति यदि पश्यामः तदा अस्मिन् समुदाये तत्र घटः नास्ति कपालिका नास्ति घटः नास्ति घटः नास्ति तान् विहाय यत् सर्वं जगति अस्ति यावन्तः पदार्थाः तत् सर्व अवधिकं पृथक्त्वं घटे भवति नाम यत्र तत्र पदार्थः इति उक्तं किन्तु द्रव्यम् इति एव प्रायश तत्र न प्रायशत न क्षम्यतां तत्र यतोहि अवधिः किमपि कोऽपि पदार्थः भवितुम् अर्हति किन्तु तत्र पृथक्त्वम् इति गुणः आशयः द्रव्यमेव भवति सत्यं अतः तत्र पदार्थः इति समीचीनमेव किन्तु घट घटस्य यद् देशः यद्देशः तं देशं विहाय अन्यत् अन्यस्मिन् देशे अस्ति चेत् तस्य पदार्थस्य सः पदार्थः अवधिरूपेण स्वीकर्तुं शक्नुमः. अपि च इदानीं तत्र तेषु अवधिभूतपदार्थेषु पटः वर्तते वा वर्तते वा इत्युक्ते इदानीं इदानीं दृष्टवन्तः यत् घटस्य घटं कपालं कपालिका इत्युक्ते एकस्मिन् देशे यत्र घटः वर्तते तस्मिन् देशे यत् यानि वर्तन्ते तानि विहाय सर्वं तत्र इत्युक्ते यावन्तः पदार्थाः सन्ति ते भवितुम् अर्हति इत्यनेन तत्र पटः वर्तते अपि च इदानीं पटः वर्तते इति पर्याप्तं तद् पर्याप्तं पटः वर्तते तस्मिन् समुदाये अस्मिन् समुदाये अवधिसमुदाये पटः अस्ति किन्तु घटः नास्ति किन्तु घटः नास्ति इदानीम् अस्मिन् समुदाये भूतलं पटः पुस्तकम् इति इत्यादिकम् अस्ति किन्तु मुख्यांशः अस्ति पटः अस्मिन् वर्तते घटः अस्मिन् नास्ति नास्ति इदानीं पटे विद्यमानं पृथक्त्वं कथम् इति पश्यामः. अस्तु इदानीं तत्र पटे किं किं भवितुम् अर्हति इति पटे पटविशिष्टपृथक्त्वं पटविशिष्टपृथक्त्वे पटविशिष्टपृथक्त्वे या ये पदार्थाः भवितुम् अर्हन्ति अवधिरूपेण भवितुम् अर्हन्ति अवधिरूपेण पटपृथक्त्वस्य अवधयः के इति चर्चावसरे तत्र दृष्टवन्तः घटघटिताः पदार्थाः अन्तर्भूताः पटघटिताः पदार्थाः न आयान्ति. हा इदानीं यथा पटे पटस्य उदाहरणे दृष्टवन्तः घटस्य उदाहरणे तथा एव पटस्य उदाहरणे अपि तत्र घटघटिताः पदार्थाः अवधिरूपेण वर्तन्ते पटस्य पृथक्त्वे किन्तु पट घटिताः पदार्थाः न आयान्ति इत्युक्ते तत्र तन्तवः नास्ति तत्र अवधिरूपेण अस्मिन् समुदाये तन्तवः न सन्ति किन्तु तन्तवः अत्र सन्ति इत्युक्ते इदानीं तत्र पटस्य देशे यानि ये पदार्थाः सन्ति ते अवधिरूपेण पटपृथक्त्वे भवितुं न अर्हन्ति इति आगतं खलु इति आगतम् इति आगतं तान् पटघटितान् पदार्थान् अतिरिच्य जगति यावन्तः पदार्थाः तत् सर्व अवधिकं पृथक्त्वं पटे भवति. तत्रापि यथा घटे अभवत् तथा एव अन्ये पदार्थाः इत्युक्ते तत्र पटदेशे ये पदार्थाः न सन्ति ते पदार्थाः पृथक् त्वे घट पटपृथक्त्वे अवधिरूपेण भवितुम् अर्हन्ति उत्तमम्. तर्हि अस्मिन् समुदाये घटः अस्ति कपालः अस्ति खलु पटविशिष्टपृथक्त्व अवधिसमुदाये घटः अस्ति कपालः अस्ति किन्तु पटः अत्र नास्ति किन्तु घटविशिष्टपृथक्त्वस्य अवधिसमुदाये पटः अस्ति किन्तु घटः नास्ति कपालः नास्ति खलु. तर्हि तत्र एषः समुदायः अपि एषः समुदायः समानः वा? समानः नास्ति. अतः एव तत्र समुदायस्य भेदः भवति समुदायेन भेदः भवति तथा प्रथमतया समुदायौ भिन्नौ तत्र पृथक्त्वयोः अनेन द्वयोः पृथक्त्वयोः अवधिसमुदायौ भिन्नौ इति इत्युक्ते तत्र पृथक्त्वे यस्मिन् कस्मिन्नपि द्रव्ये यत् पृथक्त्वम् अस्ति तस्मिन् अवधिरूपेण ये पदार्थाः भवितुमर्हन्ति तेषां समुदायाः भिन्नाः एव भवन्ति द्रव्येषु. तत्र चिन्तनं किमस्ति इत्युक्ते तत्र पटविशिष्टपृथक्त्वे तत्र पटविशिष्टपृथक्त्वस्य अवधिसमुदाये पुस्तकम् अस्ति, घटविशिष्टपृथक्त्वस्य अवधिसमुदाये अपि पुस्तकम् अस्ति, भूतलमस्ति, भूतलमस्ति, उत्पीठिका अस्ति, सूर्यः अस्ति इति कृत्वा ओ समान समुदायः इति न चिन्तयतु। आम् आम्, यतोहि तत्र तत् निखिलावधिकं नास्ति इति दृष्टवन्तः। अतः तत्र एतस्य अंशस्य अवगमनमपि मुख्यः अंशः अतः तत्र अनेके सदस्याः तत्र समानाः सन्ति अवधिसमुदाये, किन्तु अवधिसमुदायः भिन्नौ, समुदायौ भिन्नौ। अतः अवधिसमुदायभेदेन च घटविशिष्टपृथक्त्वं पटविशिष्टपृथक्त्वात् भिन्नम् इत्युक्ते सर्वे पदार्थ सर्वाणि द्रव्याणि तर्हि यानि आश्रयरूपेण वर्तन्ते तेषां किम् अवधिसमुदायाः भिन्नाः भवन्ति इति भवति सर्वत्र स्व आश्रय विहाय करणीयः। समीचीनं भगिनि, अस्तु धन्यवादः। अस्तु समीचीनम्, अस्तु इदानीं तर्हि तत्र उषा भगिनी किञ्चित् तत्र स्वशब्दैः तत्र उदाहरणं स्वीकृत्य किञ्चित् विवृणोति वा, नाम तत्र पुस्तकविशिष्टपृथक्त्वम् अपि तत्र वृक्षविशिष्टपृथक्त्वम् इति स्वीकुर्मश्चेत् तत्र अवधिसमुदायः समानः कथं नास्ति इति वदति वा? अस्तु महोदय, पुस्तकम् इति स्वीकुर्मः चेत् पुस्तके पृथक्त्वम् अस्ति, तत् पृथक्त्वं तत् पृथक्त्वं पुस्तकविशिष्टपृथक्समुदाये तस्य पृथक्त्वस्य अवधिसमुदाये किं नास्ति? पुस्तकम् अपि च पुस्तक व्याप्य देशे यद्यद् अस्ति तद्विहाय अन्य वस्तूनि घटः पटः वृक्षः अस्ति किन्तु पुस्तकं तत्र नास्ति, पुस्तकं नास्ति। इदानीं तर्हि वृक्षः इति स्वीकृत्य तस्य वृक्षः विद्यमानपृथक्त्वं तस्मिन् विद्यमानपृथक्त्वे पृथक्त्वे तत् पृथक्त्वं वृक्षविशिष्टपृथक्त्वं वृक्षविशिष्टपृथक्त्वं तत् पृथक्त्वस्य कृते अवधिसमुदाये पुस्तकम् अस्ति घटः अस्ति पटः अस्ति भूतलम् अपि अस्ति, परन्तु वृक्षः नास्ति, वृक्षः नास्ति। अतः एषः समुदायः अपि एषः समुदायः समानः वा? समानः नास्ति। सो अवधिसमुदायः भेदः अवधिसमुदाये अवधिसमुदायौ भिन्नौ, अतः तत्र पृथक्त्वमपि भिन्नं तत्र भिन्ने इति वक्तुं शक्नुमः, पृथक्त्वे अपि भिन्ने, द्वे पृथक्त्वे अपि भिन्ने, यतोहि तयोः अवधिसमुदायौ भिन्नौ। अतः तत्र यदि वयं तत्र पदार्थद्वयं स्वीकुर्मः तत्र यत्र समानदेशः नास्ति, नाम तत्र यदि वयं तत्र कुत्र वृक्ष तत्र अवधिसमुदायः समानः भवति, यदि वयं तत्र घटः पटः स्वीकुर्मश्चेत् तत्र भेदः वर्तते भिन्नः, किन्तु यदि वयं घटः अपि कपालः स्वीकुर्मः तदा किं भवति? अवधिसमुदायः समानः भवति. अवधिसमुदायः समानः भवति. घटः अपि च कपालः इति स्वीकृत्य घटस्य अवयवकपालः. तदा तत्र अवधिसमुदायः समानः भवति. किन्तु यदि वयं तत्र पुस्तकं वृक्षः इति स्वीकुर्मश्चेत् तदा भेदः एव. अतः तत्र आश्रयभेदेन तत्र भिद्यते, पृथक्त्वं भिद्यते. तथैव तत्र अवधिसमुदायभेदेन अपि पृथक्त्वं भिद्यते इति. अस्तु, समीचीनं. अस्तु, तर्हि तत्र अग्रे अन्य कोऽपि. तर्हि तत्र नीता भगिनी पठति वा अग्रे? अतः अवधिसमुदायभेदेन पृथक्त्ववैलक्षण्यं सिद्ध्यति. प्रत्येकं पृथक्त्वम् अनेकावधिकं, किन्तु विश्वे स्थितेषु सर्वेषु पदार्थेषु प्रत्येकं पृथक्त्वस्य भिन्नः अवधिसमुदायः भवति. यतोहि घटः यत्र व्याप्तः तादृशदेशव्याप्तपदार्थाः न अन्तर्भवन्ति घटपृथक्त्वस्य अवधिसमुदाये. अपि च पटः यत्र व्याप्तः तादृशदेशव्याप्तपदार्थाः न अन्तर्भवन्ति पटपृथक्त्वस्य अवधिसमुदाये. अतः घटे विद्यमानपृथक्त्वनिरूपित अवधीनां भिन्नः समुदायः भवति, पटे विद्यमानपृथक्त्वनिरूपित अवधीनां भिन्नः समुदायः भवति. अत्र अवधिसमुदायभेदेन पृथक्त्वं भिद्यते, तत् वयं दृष्टवन्तः. अग्रिमे दत्तमस्ति अवधिसमुदायभेदेन पृथक्त्ववैलक्षण्यं सिद्ध्यति. तथैव यतोहि तत् अवधिभेदसमुदायेन पृथक्त्वं भिद्यते, तेन पृथक्त्ववैलक्षण्यं साधितुं वयं शक्नुमः अवधिसमुदायभेदेन इति दत्तमस्ति. प्रत्येकं पृथक्त्वम् अनेकावधिकम्, प्रत्येकं पृथक्त्वम् अनेकावधिकम् इत्युक्ते पृथक्त्वे यदा घटविशिष्टपृथक्त्वम् इति वदामः चेत् तत्रापि अवधयः भिन्नाः भवेयुः. इत्युक्ते तत्र अनेकविध अवधिकत्वं तु वर्तते एव. घटविशिष्टपृथक्त्वम् इति वदामः चेत् पटावधिकं, वृक्षावधिकं, पुस्तकावधिकं, प्रत्येकं पृथक्त्वम् अनेकाविधे अनेकविध अवधिकत्वं वर्तते. परन्तु विश्वे स्थितेषु सर्वेषु पदार्थेषु प्रत्येकं पृथक्त्वस्य भिन्नः अवधिसमुदायः भवति. इत्युक्ते सर्वेषु पदार्थेषु यत् पृथक्त्वं वर्तते, घटविशिष्टपृथक्त्वं, पुस्तकविशिष्टपृथक्त्वं, वृक्षविशिष्टपृथक्त्वं, प्रत्येकं पृथक्त्वं यदि स्वीकुर्मः चेत् सर्वेषु पदार्थेषु यत् पृथक्त्वं वर्तते प्रत्येकं पृथक्त्वस्य तस्य अवधिसमुदायः भिन्नः भवति. इत्युक्ते पृथक्त्वं भिन्नदेशे एव. अतः तत्र यत् वयं दृष्टवन्तः यदा वृक्ष पुस्तकविशिष्टपृथक्त्वं वदामः चेत् तत्र अवधिसमुदायपुस्तकं न अन्तर्भूतः. तथैव वृक्षविशिष्टपृथक्त्वं वदामः चेत् अवधिसमाय यानि वस्तूनि सन्ति तेषु वृक्षः न अन्तर्भूतः. प्रत्येकपृथक्त्वस्य भिन्नः एव अवधिसमुदायः भवति. तत् अवधिसमुदायः तु भिन्नः अस्ति. यतोहि घटः यत्र व्याप्त तादृशव्याप्तपदार्थाः न अन्तर्भवन्ति घटपृथक्त्वस्य अवधिसमुदाय. एक पृथक्त्वस्य भिन्नदेशवृत्ति. अतः तत्र यत्र घटः व्याप्तः अस्ति तस्मिन् देशे व्याप्तपदार्थाः ये पदार्थाः अन्तर्भूताः ते घटपृथक्त्व घटविशिष्टपृथक्त्व अवधिसमुदाये न अन्तर्भवति. तत्र ते पदार्थाः क्षम्यतां, तानि पदार्थानि तत्र न अन्तर्भूतानि इति दत्तमस्ति अवधिसमुदाये. ते पदार्थाः पुल्लिङ्गे. हा हा, ते पदार्थाः, क्षम्यतां, ते पदार्थाः तत्र न अन्तर्भूताः इति दत्तमस्ति. अपि च पटः यत्र व्याप्तः तादृशदेशव्याप्तपदार्थाः न अन्तर्भवन्ति पटपृथक्त्वस्य अवधिसमये. यत्र पटः व्याप्त यत्र पटविशिष्टपृथक्त्व इति वदामः तत्र समानदेशे ये पदार्थाः व्याप्ताः ते पदार्थाः तत्र न अन्तर्भवन्ति पटपृथक्त्वस्य अवधिसमुदाये इति दत्तमस्ति. अतः घटे विद्यमानपृथक्त्वनिरूपित अवधीनां भिन्नः समुदायः भवति. घटे विद्यमानपृथक्त्वनिरूपित इत्युक्ते घटविशिष्टपृथक्त्वनिरूपित, घटविशिष्टपृथक्त्वं यत् अस्ति तत् पृथक्त्वस्य अवधीनां भिन्नः समुदायः भवति. घटं घट विहाय घट तथैव ये पदार्थाः तस्मिन् देशे वर्तन्ते ते पदार्थाः वर्जयित्वा अवधीनां कृते भिन्नः समुदायः भवति. तथैव पटविद्यमान पटविशिष्टपृथक्त्वम् इति वदामः चेत् पटस्य एकदेशे वृत्ते ये वृत्तौ ये पदार्थाः सन्ति तान् वर्जयित्वा भिन्नपदार्थानां कृते अवधि भवति, अवधीनां भिन्नसमुदाय भवति. अवधिसमुदाये पट एकदेशवृत्तपदार्थाः वर्जित्वा अन्यपदार्थाः सन्ति इति भिन्नसमुदाय वर्तते इति. भिन्नः यतोहि प्रथमे समुदाये घटः नास्ति किन्तु द्वितीये समुदाये अस्ति, अपि प्रथमे समुदाये पटः नास्ति किन्तु द्वितीये प्रथमे अस्ति पटः अस्ति किन्तु द्वितीये नास्ति. अतः तत्र भेदः नाम भिन्नः इति प्रदर्शयितुं तत्र एकः सदस्यः अन्यस्मिन् नास्ति इति प्रदर्शयामश्चेत् तत्र भिन्नः भिन्नौ इति भवति खलु. तत्र यद्यपि समानसदस्याः भवेयुः किन्तु एकः सदस्यः समुदाये एकस्मिन् समुदाये अस्ति किन्तु अन्यस्मिन् समुदाये सः नास्ति इति प्रदर्शयामश्चेत् तत्र भिन्नः इति अवगच्छामः. भिन्न इति भावः तत्र वर्तते एकदेशपदार्थान् वर्जयित्वा इति. हा अतः घटे यथा भवत्या उक्तं नाम घट पृथक्त्वनिरूपित अवधीनां समुदायः यः अस्ति तत्र सर्वे पदार्थाः सन्ति किन्तु घटे घटव्याप्तदेशस्य देशे ये पदार्थाः सन्ति तान् वर्जयित्वा अन्ये सर्वे पदार्थाः तत्र तस्मिन् समुदाये सन्ति. तथैव पटस्य विषये अपि इत्युक्ते घटविशिष्टपृथक्त्वे तत्र घटः वा कपालः वा कपालिकाः समुदाये न अन्तर्भूताः. तथैव पटविशिष्टपृथक्त्वं वदामः चेत् तत्र पटः वा तन्तवाः वा एकदेशपदार्थाः न अन्तर्भूताः अतः वयम् अवगच्छामः अस्मिन् एषः समुदायः भिन्नः इति. अस्तु समीचीनं भगिनि, अस्तु धन्यवादः. अस्तु अग्रे अग्रे तर्हि तत्र योगेन्द्रमहोदय अग्रे पठति वा. नमस्कार महोदय, श्रूयते? नमस्कार, श्रूयते महोदय. अपि च अपरैः शब्दैः स एव सन्देशः व्यक्तीक्रियते एवं रीत्या पृथक्त्वम् इति गुणः अपरस्मात् पृथक्त्वात् भिद्यते तदाशयभूतद्रव्येण. अपि च अनेन एकं पृथक्त्वम् अवधिभेदेन न भिद्यते. आहत्य पृथक्त्वस्य अनेक अवधिकत्वम् अस्ति न तु एक अवधिकत्वम्. अपि च निखिल अवधिकत्वम् अपि नास्ति. किम् अवधिकत्वं नास्ति? पृथक्त्व आश्रय अवयवपरम्परायां परमाणुपर्यन्तं यानि मूर्तद्रव्याणि तद् अवधिकत्वं नास्ति. तेन किं सिद्ध्यति? तद् विहाय ये अवशिष्टाः पदार्थाः तद् अवधिकत्वं तु अस्ति किन्तु न निखिल अवधिकत्वं कस्मात् आश्रय अवयव अवधिकत्व अभावात् अस्तु अपि च अपरैः शब्दैः स एव सन्देशः व्यक्तिक्रियते एवं रीत्या पृथक्त्वम् इति गुणः अपरस्मात् पृथक्त्वात् भिद्यते तद् आश्रय भूतद्रव्येण सो महोदय अत्र पृथक् इति अस्ति खलु तत्र ककारस्य एतद् अस्ति इति चिन्तयतु तत्र पृथक्त्वात् इति अस्तु पृथक्त्वात् तस्य एकं पृथक्त्वम् अस्ति यस्य आश्रयः अस्ति तद् पृथक्त्वम् अन्यत् पृथक्त्वात् भिन्नः अस्ति यदा तस्य आश्रयभूतद्रव्य भिन्नः अस्ति तदा अतः कः पृथक्त्वं विद्यते आश्रयभूतद्रव्येण आहत्य पृथक्त्वं विद्यते तद् आश्रयभूतद्रव्येण अर्थः कः यत् पृथक्त्वं घटे अस्ति तत् पृथक्त्वं पटे नास्ति यतोहि पटे पटे विद्यमानपृथक्त्वात् पृथक्त्वात् भिन्नमस्ति भिन्नमस्ति घटे यत् घट आश्रयभूतीयः पृथक्त्वम् अस्ति तद् पट् आश्रयभूत आश्रयभूत पृथक्त्वात् भिन्नम् हा तत्र आश्रयभूतद्रव्येण इति तस्य अर्थः कः द्रव्येण इत्युक्ते नाम आश्रयभूतद्रव्यम् इत्युक्ते अर्थः कः तद् आश्रयभूतद्रव्यम् इत्युक्ते नाम तस्य आश्रयः घटः पटात् भिन्नं तदा पृथक्त्वस्य आश्रयः घटः अस्ति सो घटः इति द्रव्यं भवति यतः अर्थात् द्रव्य हा उत्तमं महोदय नाम पृथक्त्वस्य आश्रयः द्रव्यमेव खलु यतोहि पृथक्त्वं द्रव्यमेव गुणः पृथक्त्वं गुणः अस्ति यत् द्रव्यम् आश्रयभूतद्रव्यम् इत्युक्ते तद् आश्रयभूतद्रव्यं नाम यत् द्रव्यं तस्य आश्रयः अस्ति तद् आश्रय नाम तस्य आश्रयः अस्ति आश्रयभूत नाम आश्रयरूपेण एतद् द्रव्यम् अस्ति तद् आश्रयभूतद्रव्यम् एतद् द्रव्यम् अस्ति पृथक्त्वस्य आश्रयः एतत् द्रव्यम् अस्ति इति भवति चेत् तदा नामकरणं भवति तदाश्रयभूतद्रव्यं नाम तस्य आश्रयः यत् द्रव्यम् अस्ति तद् अस्ति तद् आश्रयभूतद्रव्यं तेन विद्यते पृथक्त्वम् अग्रे च अनेन एकं पृथक्त्वम् अवधिभेदेन विद्यते अतः घटे यः पृथक्त्वम् अस्ति तत् अवधिभेदेन न भिद्यते तर्हि तत्र उदाहरणं किमपि ददामि यदा पटे पृथक् पट अवधि घटे विद्यमानपृथक्त्वस्य पृथक्त्वम् अवधिभेदेन न भिद्यते इति तर्हि तत्र उदाहरणं किमपि किं स्वीकुर्मः उदाहरणं घटः पटात् भिन्नः घटः भिन्नः मास्तु पृथक् पृथक् घटः पटात् पृथक् पृथक् अस्ति भिन्नः इति अन्योन्य अभावः पृथक्त्वम् इति गुणः अभावः नास्ति खलु घटः घटः पटात् पृथक् इति तर्हि अवधि घटः वृक्षात् पृथक् तत्र अवधिः कः वृक्षः इदानीं घटः पटात् पृथक् तत्र अवधिः कः भिन्नः घटः कन्दुकात् भिन्नः भिन्नः मास्तु महोदय भिन्नः इति मम दोषः पृथक् पृथक् पृथक् इदानीं केवलम् अस्तु तर्हि इदानीं तत्र अवधिः पटः वा वृक्षः वा अस्ति किन्तु पृथक्त्वम् एकमेव अस्ति वा यत् घटे अस्ति एकमेव अस्ति आश्रयभूतद्रव्येण एव भिद्यते हा अतः अवधिः भिन्नः इति कृत्वा पृथक्त्वं भिन्नः भिन्नम् इति न भवति भिन्नता नास्ति नास्ति समीचीनम् अग्रे आहत्य पृथक्त्व अनेक अवधिकत्वम् अस्ति न तु एक अवधिकत्वम् अतः पृथक्त्व अनेक अवधिकत्वम् अस्ति यतोहि घटे घट विहाय सर्वे अपि अवधयः भूत पृथक्त्वम् अस्ति हा उत्तमं महोदय तर्हि तत्र पट अवधिकत्वपृथक्त्वं वृक्ष अवधिकत्वपृथक्त्वम् अतः अनेकविध अनेक अवधिकत्वम् अनेक अवधिकत्वं पृथक्त्वस्य अस्ति न तु केवलम् एक अवधिकत्वं तत्र अनेके अवधयः सन्ति समीचीनं अग्रे अपि च निखिलावधि निखिल अवधिकत्वम् अपि नास्ति निखिल अवधिकत्वम् अपि नास्ति किमर्थम् निखिल अवधिकत्वं नाम सर्वम् अवधिरूपेण स्वीकर्तुं शक्नुमः इति तत्सत्यं वा तत् सत्यं न भवति यतोहि घट घटस्य पृथक्त्वम् अपि च अन्ये ये पदार्थाः तेषां पृथक्त्वं भिन्नं तत् नास्ति न घटे विद्यमानपृथक्त्वस्य निखिल अवधिकत्वम् अस्ति वा नाम सर्वम् अपि अवधिरूपेण स्वीकर्तुं शक्नुमः वा इति न कर्तुं न शक्नुमः उदाहरणं घटे घटः अवधि नास्ति घटः अस्तु समीचीनं उत्तमम् अस्तु अन्यत् किमपि वदतु महोदय एतत् समीचीनं अस्तु अन्यत् किमपि वदतु अन्यत् न अस्ति महोदय केवलं घटः घटात् पृथक् नास्ति इति न वक्तुं शक्नुमः घटः पटात् पृथक् इति अस्ति किन्तु एतदेव पूर्वमागतं खलु तत्र व्याप्तपदार्थाः देशपदार्थाः इति सर्वम् उक्तं खलु तदा किम् उक्तम् नाम तत्र घटविशिष्ट अव पृथक्त्वस्य अवधिसमुदायः अस्ति नाम अनेके अवधयः सन्ति तेषां समुदायः अस्ति भवान् वदति तत्र घटः नास्ति इति खलु तत्र घटः नास्ति केवलं घटः नास्ति वा अथवा अन्यत् अपि अन्यत् किमपि अपि तत्र नास्ति वा समुदायः अस्ति समुदाये सर्वे घटविहाय सर्वे अपि पदार्थाः सन्ति घट एव नास्ति इति अहं केवलं घटः एव नास्ति इति किन्तु तत्र वयं बहु किमपि चर्चितवन्तः महोदय तत्र घटप्रदेशे न पृष्टवान् वदतु भगिनि घटप्रदेशे ये अवयवाः ये सन्ति ते न निखिल अवधिकत्वम् इत्यस्य अपवादरूपेण भवन्ति अतः तत्र निखिल अवधिकत्वं नास्ति इति वक्तुं शक्नुमः समीचीनं महोदय योगिनमहोदय तर्हि तत्र घटे विद्यमानपृथक्त्वं पृथक्त्वस्य अवधिसमुदायः तत्र पटः अस्ति खलु अवधिसमुदाये आम् अवधिसमुदाये पुस्तकम् अवधिसमुदाये पटः अस्ति खलु आम् पटः अस्ति पुस्तकम् अस्ति अवधिसमुदाये यतोहि घटः पुस्तकात् पृथक् इति वक्तुं शक्नुमः किन्तु भवान् वदति अस्तु घटः घटात् पृथक् इति न वक्तुं शक्नुमः अतः घटः अस्मिन् समुदाये नास्ति खलु नास्ति इदानीं घटस्य कपालः इति अवयवः अस्ति खलु तर्हि घटः कपालात् पृथक् इति वक्तुं शक्नुमः वा न इति वक्तुं न शक्नुमः किमर्थम् कपालः तु घटे वर्तते अस्तु तेन का हानिः घटे कपालः अस्ति कपालिका अपि वर्तते तर्हि तर्हि तत्र किमर्थं वयं घटः कपालात् पृथक् इति न वक्तुं शक्नुमः अवयवः सन्ति अस्तु सत्यं पृथक् इति किमर्थं न वक्तुं शक्नुमः तत्र आश्रयः भिन्नं नास्ति प्रायः प्रायः मास्तु निश्चयेन वक्तव्यं महोदय अतः एव आश्रयः अस्ति कपालस्य कपालिकायाः नाम एकस्मिन् देशे अस्ति चेत् पृथक् इति न वक्तुं शक्नुमः पृथक् नाम भिन्नदेशे सन्ति खलु अस्तु भिन्नदेशे अस्ति तदा परन्तु कपालिका कपालः समानं देशे हा अतः अतः तर्हि उत्तमं हा तर्हि तत्र अस्मिन् समुदाये घटः अपि नास्ति कपालः अपि नास्ति खलु कपालिका अपि नास्ति खलु तर्हि समुदाये तत्र केवलं घटं विहाय सर्वम् अस्ति इति न वक्तुं शक्नुमः खलु समुदाये घटः नास्ति कपालः नास्ति अतः घटस्य यावत् देशमस्ति तत्र तस्मिन् देशे ये ये पदार्थाः सन्ति तत् तान् विहाय सर्वपदार्थाः समुदाये सन्ति अवधिसमुदाये किन्तु अवधिसमुदाये घटः नास्ति कपालः नास्ति बहु किमपि तत्र नास्ति केवलं घटः नास्ति इति मास्तु समीचीनं वा महोदय तथैव पटस्य पृथक्त्वस्य अवधिसमुदाये अपि पटः अपि नास्ति तन्तवः अपि नास्ति अतः बहु किमपि तत्र नास्ति अस्तु इदानीं अतः तर्हि सर्वं नास्ति इति कृत्वा निखिल अवधिकत्वं नास्ति निखिल अवधिकत्वं नाम अवधिसमुदायः पश्यामश्चेत् सर्वे पदार्थाः तत्र सन्ति चेत् निखिल अवधिकत्वम् इति वदामः किन्तु अवधिसमुदाये सर्वे पदार्थाः सन्ति वा न सन्ति अतः अतः निखिल अवधिकत्वम् इति न वक्तुं शक्नुमः निखिल अवधिकत्वं नाम अवधिसमुदायः अवधिसमुदाये सर्वे पदार्थाः सन्ति तदा एव निखिल अवधिकत्वम् इति वक्तुं शक्नुमः किन्तु तत् अत्र सत्यं नास्ति अतः निखिलावधिकत्वम् अत्र नास्ति अतः एक अवधिकत्वमपि नास्ति निखिल अवधिकत्वमपि नास्ति अतः तत्र एकमेव अवधिः इति अपि न वक्तुं शक्नुमः सर्वमपि अवधिः इति न वक्तुं शक्नुमः न शक्नुमः मध्ये अस्ति अतः अनेक अवधिकत्वम् अस्ति किन्तु निखिल अवधिकत्वं नास्ति अग्रे किम् अवधिकत्वं नास्ति आश्रय अवयवपरम्परायां परमाणुपर्यन्तं मूर्तद्रव्याणि तद् अवधिकानि सन्ति इदानीं तत्र उदाहरणरूपेण पृथक्त्व आश्रयः किं स्वीकर्तुम् इच्छति पृथक्त्वशिष्टः घटः अस्तु तर्हि घटे घटः इति स्वीकुर्मः तर्हि घटः इति आश्रयः तस्मिन् विद्यमानपृथक्त्वम् अवयवपरम्परायाम्। इदानीम् आशयः कः, पृथक्त्वस्य आशयः कः? अत्र घटः अस्ति, घटः अस्ति। इदानीं घटस्य अवयवः सन्ति वा? आम्। अवयवाः सन्ति वा? आम् अस्ति। हा, कपालः इति अवयवः अस्ति। केवलम् इदानीं कपालस्य अपि अवयवः अस्ति वा? कपालिका आम् अस्ति। कपालिकायाः अपि अवयवः अस्ति वा? आम् सन्ति। हा, तर्हि तत्र कियत्पर्यन्तं गन्तव्यं तर्हि? परमाणुपर्यन्तं, यानि परमाणुपर्यन्तं, परमाणुपर्यन्तं तत्र अवयवपरम्परा वर्तते खलु? अवयवपरम्परा क्रमशः अग्रे गच्छामः चेत् परमाणु आगच्छन्ति, यानि यावत् मूर्तद्रव्यम् अस्ति। इदानीं परमाणु, परमाणोः अवयवः अस्ति वा? परमाणोः अवयवः नास्ति। नास्ति, अतः परमाणुः नाम तत्र, तत्र अवयवः नास्ति एव तत्र परमाणोः। तत्र पुनः तत्र खण्डं न कर्तुं शक्नुमः, तत्र तस्य अवयवः नास्ति। अतः किन्तु घटस्य अवयवः अस्ति, तस्य पुनः अवयवः अस्ति, तस्य अवयवस्य पुनः अवयवः इति कृत्वा अवयवपरम्परा अस्ति खलु? इदानीं परम्परायाम् इति तत्र विभक्ति का? सप्तमे। हा, तर्हि परम्परायां मूर्तद्रव्याणि या कानि सन्ति? परमाणुपर्यन्तम्। हा, किन्तु कानि कानि मूर्तद्रव्याणि तत्र सन्ति परम्परायाम्? नाम परम्परायां घटः अस्ति, कपालः अस्ति, कपालिका अस्ति, कपालिकायाः कपालिकायाः अवयवः अस्ति। हा, अतः, हा, अतः अनेके पदार्थाः तत्र सन्ति, परम्परा अस्ति, यानि मूर्तद्रव्याणि सन्ति तद् अग्रे औदिकत्वं नास्ति। हा, तत्र यत्यत् द्रव्यमस्ति मूर्तद्रव्यं परम्परायां तस्य अवधिकत्वं पृथक्त्वस्य नास्ति, नाम घटः तस्मिन् समुदाये नास्ति, कपालः तस्मिन् समुदाये नास्ति, कपालिका अपि नास्ति। अग्रे गत्वा परमाणुः इति आगच्छति, सः परमाणुः अपि तत्र अवधिसमुदाये नास्ति। अग्रे तेन किं सिद्ध्यति? तद्विहाय ये अवशिष्टाः पदार्थाः तद् अवधिकत्वं तु अस्ति, किन्तु न निखिल अवधिकत्वं। कस्मात्? आशय अवयव अवधिकत्व अभावात्। अतः निखिल अवधिकत्वम् इत्युक्ते सर्व अवधिभूत अवधिकत्वम् अस्ति तदा निखिल अवधिकत्वं वक्तुं शक्नुमः, परन्तु घटे घटस्य आश्रयभूत अपि च तस्य अवयवया अवयवपरम्परा भूत अवधिकत्वं नास्ति। तत्र अवयवपरम्परायां यत्किमपि अस्ति तद् तत्र अवधिसमुदाये नास्ति, नास्ति तत्र अवधिसमुदाये नास्ति, अतः नास्ति निखिल अवधिकत्वं नास्ति। आश्रय अवधि आश्रय अवयव अवधिकत्व अभावः अस्ति, नाम अवधिकत्वं नास्ति, अतः अवधिकत्वस्य अभावः अस्ति इति कृत्वा, अस्ति इति कृत्वा निखिल अवधिकत्वं पृथक्त्वस्य नास्ति इति अस्ति। समीचीनं महोदय। कोऽपि प्रश्नः एतावत्? अस्तु, धन्यवादः महोदय, समीचीनम्। अग्रे तर्हि तत्र, अग्रे तर्हि तत्र विमला भगिनी अग्रे पठितुम् इच्छति वा? नमस्ते महोदय। नमस्ते भगिनी। बहु एकवारम् अन्तर्जालभग्नः अभवत्, अतः अत एव पृष्टवान् भगिनि, नाम तत्र वक्तुं न शक्नोति चेत् चिन्ता मास्तु, अत्र वक्तुं शक्नोमि यदि भग्नः भवेत् तर्हि भवन्तः एव. अस्तु भगिनि, विभागस्य निखिल अवधिकत्वम् अस्ति वा तस्य बोधार्थं प्रथमतया संयोगस्य स्थितिः द्रष्टव्या. यत्र संयोगो जायते तत्र प्रतीतिम् अवलम्ब्य संयोगस्य अवधिकत्वम् अपि जायते. घटपटयोः संयोगः पटावधिकसंयोगः घटे, किन्तु घट स्व अवयवकपालयोः स्थितौ कपालावधिकसंयोगः घटे भवति वा न भवति किल, अतः घटे विद्यमानः संयोगः निखिल अवधिकः न, स च घटे विद्यमानः संयोगः नियत अवधिकः वा इति प्रश्नः अस्ति. अत्र अस्माभिः केवलम् अवधिकत्वस्य पृथक्त्वस्य अवधिकत्वस्य विषये पठितं, विभागस्य अपि निखिल अवधिकत्वम् अस्ति वा इति प्रश्नः अस्ति, परन्तु तस्य तस्य पूर्वं संयोगस्य स्थितिः द्रष्टव्या इति उक्तं. यथा यत्र संयोगः जायते तदा वयं वदामः यत् घटे घटपटयोः संयोगः अस्ति चेत् पट अवधिकसंयोगः घटे अस्ति, तथा एव अवधिकसंयोगः पटे अस्ति इति वयं वदामः. परन्तु घटस्य कपालाः सन्ति, घटः स्वस्मिन् अस्ति इति कपाल अवधिकसंयोगः घटे न भवति, पट अवधिकसंयोगः भवति परन्तु कपाल अवधिकसंयोगः घटे न भवति, अथवा घटे विद्यमानसंयोगः निखिल अवधिकः नास्ति, घटे विद्यमानसंयोगः नियत अवधिकः, यतोहि घटः केवलं पटेन संयुक्तः अस्ति अस्मिन् उदाहरणे. अस्तु महोदय, अस्ति महोदय. न तत्र नियतावधिकः नाम तत्र नियमेन तत्र अवधिः भवति वा इति प्रश्नः वयं दृष्टवन्तः खलु, तत्र केवलं तत्र भेदः अपि अवधिः अध्यारोप्यते इति नियत अवधिकत्वमेव तत्र आरोप्यते इति कृत्वा तत्र नियत अवधिकः तत्र संयोगः नास्ति, यतोहि संयोगः द्विनिष्ठः. द्विनिष्ठः, उत्तमं भगिनि. द्विनिष्ठः इति कृत्वा तत्र नियत अवधिकः नास्ति, केवलं तत्र केवलं पृथक्त्वे भेदे अपि तत्र कुत्र क्रिया यत्र अस्ति तत्र इति चिन्तनं खलु, तत्र यत् वयं पतनम् इति दृष्टवन्तः, तत्र पतनक्रिया एकस्मिन् एव अस्ति अन्यस्मिन् नास्ति इति कृत्वा तत्र अस्तु. अत्रापि तर्हि तत्र पृथक्त्वस्य यथा स्थितिः नाम निखिलावधिकत्वं पृथक्त्वस्य नास्ति, तथैव संयोगस्य अपि निखिलावधिकत्वं नास्ति, अथवा संयोगः निखिल अवधिकः नास्ति इति अस्ति. समीचीनं भगिनि, धन्यवादः. अस्तु अग्रे तर्हि तत्र इदानीं तत्र उषा भगिनी भवती केवलम् उक्तवती किन्तु न पठितवती, अतः तत्र अग्रे पठतु भगिनि. कुत्र स्म अवधिकत्वम् अपि जायते घटपटयोः घटपट तत् अभवत्. अधुना तद् आधारेण विभागः निखिलावधिकः न वा इति पश्येम. आधारेण विभागः निखिलावधिकः न वा इति पश्येम. अर्थसङ्ग्रहवाक्यम् अग्रे अस्ति वा संथिङ्ग्? नास्ति भगिनि, केवलं केवलं तत्र तर्कसङ्ग्रहवाक्यम् ओके. संयोगनाशकः गुणः विभागः, संयोगनाशकः गुणः विभागः, संयोगस्य नाशेन एव विभागः जायते. अतः विभागेन नाशयः यः संयोगः स च संयोग आश्रय अवधिकत्वमेव विभागस्य अपि भवति, न तु तत् अतिरिक्त अवधिकत्वं अवधिकत्वम्. अत्र विभागस्थले यत् सूचनीयम् आसीत् तदुक्तम्. अधुना दृष्टान्तं दत्त्वा पाठकेन ततः अग्रे प्रतिपादनीयम्। ओके, पूर्वपरिचयते विभागस्थले वयं दृष्टवन्तः, अधुना तद् आधारेण पूर्वस्थले संयोगस्थले अधुना तद् आधारेण विभागः निखिलावधिकः न वा इति पश्येम। तर्कसङ्ग्रहवाक्यम् अस्ति संयोगनाशकः गुणः विभागः, इत्युक्ते विभागः इत्यस्य आपोसिट् आक्षन् संयोगनाशकः, संयोगनाशकः गुणः विभागः। सो विभागः इत्यस्य आपोसिट् संयोगनाशकः गुणः विभागः, संयोगनाशकः गुणः यत् अस्ति तत् विभागः इति वदामः। संयोगस्य नाशेन एव विभागः जायते। संयोगस्य नाशेन एव विभागः जायते, अतः विभागेन नाशयः यः संयोगः नाश्यः यः संयोगः खलु नाश्यः यः संयोगः नाश्यः यः संयोगः स च संयोग आश्रय अवधिकत्वम् एव विभागस्य अपि भवति। अतः विभागेन नाश्यः यः संयोगः, पूर्व परिच्यते विभागः कृते पठितवन्तः, विभागेन नाश्यः यः संयोगः स च संयोग आश्रय अवधिकत्वमेव विभागस्यापि भवति। सो संयोगस्य कृते अपि तत्र उदाहरणं तत्र नाम तत्र अग्रे एकवारं पठतु भगिनि, पूर्वं पठतु पूर्णं पठतु। न तु तत् अतिरिक्त अवधिकत्वम् अपि अग्रे सर्वं पठतु। अत्र विभागस्थले यत् सूचनीयम् आसीत् तदुक्तम्, अधुना दृष्टान्तं दत्त्वा पाठकेन ततः अग्रे प्रतिपादनीयम्। तर्हि पाठकेन एव स्वयं प्रतिपादनीयम् नाम तत्र अग्रे किमपि न वदामः, अतः दृष्टान्तं वयमेव स्वयं दत्त्वा तत्र स्थितिः का इति अस्माभिः अवगन्तव्या इति अस्ति। अतः तत्र दृष्टान्तं तत्र किं स्वीकुर्मः, तत्र विभाग किमपि स्वीकरोतु तत्र संयोगः जनरलि हस्तसंयोगः हस्तः अपि अन्यः अन्यत् किमपि स्वीकरोतु हस्तपुस्तकयोः संयोगः तर्हि हस्तः अपि पुस्तकम् अस्तु पुस्तकम् इति स्वीकुर्मः। इदानीं हस्तः अपि पुस्तकम्, इदानीं तत्र संयोगः कुत्र इति स्वीकुर्मः, यतोहि संयोगः द्विनिष्ठः खलु द्विनिष्ठः, सो हस्ते अपि अस्ति पुस्तके अपि अस्ति। तर्हि किमपि एकम् अस्माभिः स्वीकरणीयं, किं स्वीकुर्मः पुस्तके स्वीकुर्मः तर्हि पुस्तके संयोगः इति अस्ति संयोगः इति अस्ति अस्तु। इदानीं तत्र एषः संयोगः नश्यति इति चिन्तयतु, संयोगस्य नाशः भवति, तदा एव विभागः जायते तर्हि एतावत् तत्र संयोगः आसीत् किन्तु इदानीं सः विभागः सः तत्र संयोगः आसीत् एतावत् इदानीं संयोगः नष्टः, इदानीं संयोगः नष्टः, अतः इदानीं तत्र विभागः अस्ति, तत्र हस्तपुस्तकयोः विभागः जातः। अतः इदानीं तत्र संयोगनाशकः गुणः विभागः इति अस्ति, तर्हि संयोगः अत्र आसीत् तस्य नाशः विभागेन जातं, तर्हि विभागः कुत्र अस्ति? विभागः द्विनिष्ठः, किन्तु अत्र संयोगः अत्र अस्ति इति स्वीकृतवन्तः, तर्हि अत्र एव पुस्तके अपि विभागः, पुस्तके एव विभागः अपि अस्ति, पुस्तके एव विभागः अपि अस्ति, विभागः अपि अस्ति इति आगतः खलु? आम् आम्, यतोहि द्विनिष्ठः किन्तु संयोगः यथा वयं तत्र पुस्तके अस्ति इति चिन्तितवन्तः तथैव विभागः अपि पुस्तके पुस्तके अपि अस्ति. इदानीम् अस्य संयोगस्य अवधिः कः कः आसीत्? अस्य संयोगस्य अवधिः हस्तः इति स्वीकृतवान्. नाम यत्र संयोगः जायते संयोगः द्विनिष्ठः किन्तु एकस्मिन् एव अस्ति इति वयं अस्माकं चिन्तनम्, अन्यस्मिन् नास्ति इति. अतः एषः संयोगः केवलम् अत्र अस्ति, तस्य आश्रयः पुस्तकं, किन्तु एतस्य आश्रयः हस्तः नास्ति, अतः हस्तः अवधिः भवति. अतः एतस्य संयोगस्य अवधिः हस्तः. विभागस्य अवधिः कः? एतस्य संयोगस्य नाशकः विभागः. इदानीम् एतस्य विभागः तस्यापि अवधिः अस्ति, एषः विभागः केवलं पुस्तके अस्ति, यद्यपि द्विनिष्ठः इदानीं चिन्तनं केवलम् अत्र एव अस्ति इति, पुस्तके एव अस्ति इति कुत्र अस्ति इति. अतः एतस्य विभागस्य अवधिः कः? हस्तः इति वयं स्वीकर्तुं शक्यते. हस्तः एव. अतः संयोगस्य अवधिः कः आसीत्? हस्तः. विभागस्य एव हस्तः, इदानीं विभागस्य अपि अवधिः अभवत् खलु? आम्. हा, अतः अत्र उक्तम् विभागेन नाश्यय यः संयोगः स च संयोग आश्रय अवधिकत्वम् एव विभागस्य अपि भवति. नाम संयोगस्य अवधिः यः कोऽपि भवतु सः एव पुनः विभागस्य अपि अवधिः भवति. अतः तत्र यदि तत्र पुस्तक अपि लेखन्याः संयोगः आसीत् चेत् तदा लेखनी इति अवधिः भवति संयोगस्य अपि विभागस्य. आम्, विभागस्य अपि अवधिः लेखनी भवति, लेखनी एव भवति. इदानीम् अतः तत्र संयोगस्य यः अवधिसमुदायः अस्ति तस्मिन् समुदाये यः कोऽपि भवतु सः पुनः विभागस्य अवधिसमुदाये सः अस्ति. अस्ति सः अस्ति खलु, समुदायभेदः नास्ति. न किन्तु एतावत् तत्र संयोग अवधिसमुदाये यः अस्ति सः विभागसमुदाये अपि अस्ति. अस्ति. आम्. हा, इदानीं न तु तद् अतिरिक्त अवधिकत्वं नाम यः तत्र यः संयोग अवधिसमुदाये अस्ति सः विभागसमुदाये अवधिसमुदाये अपि अस्ति, अपि विभाग अवधिसमुदाये नूतनः न कोऽपि अस्ति. आम् आम्. नाम समानः अस्ति इदानीम्. आम् आम् महोदय. संयोग तत् किमर्थं नाम अत्र उदाहरणे संयोगस्य अवधिः हस्तः आसीत् सः एव हस्तः पुनः विभागस्य अपि जातः. इदानीं यत्र विभागः अस्ति विभागस्य अवधिः हस्तः इति भवति चेत् सः हस्तः संयोगस्य अपि अवधिः भवेत् खलु? आसीत्. आम्. यतोहि यत्र विभागः जायते तत्र संयोगः इति आसीत् एव खलु? संयोगस्य नाशेन विभागः जायते खलु, नाम संयोगनाशकः गुणः विभागः, तर्हि यत्र विभागः इति आगच्छति तत्र संयोगः आसीत् एव खलु. आम् महोदय. अतः विभागस्य यः कोऽपि अत्र विभागस्य अवधिः अस्तः इति वदामश्चेत् सः अस्तः पुनः संयोगस्य अवधिः आसीत्. अतः संयोगस्य अवधिसमुदायः अपि विभागस्य तस्य संयोगस्य नाशकः यः विभागः अस्ति तस्य विभागस्य अपि अवधिसमुदायः समानः खलु. आम् महोदय. आम् हा. अतः इदानीं संयोगस्य अवधिसमुदायः तत्र सर्वे पदार्थाः तत्र सन्ति वा, संयोगस्य निखिलावधिकत्वम् अस्ति वा? योगस्य निखिलावधिकत्वम् इति नास्ति. नास्ति नाम तत्र घटे घटस्य घटसंयोगः इति तस्य अवधिसमुदाये पुस्तकं भवति किन्तु कपालः तत्र नास्ति. कपालः नास्ति, घटकपालयोः संयोगः न भवति. तत्र केवलं तत्र समवायः एव. अतः तत्र संयोगस्य निखिल अवधिकत्वं नास्ति खलु. संयोगस्य निखिल अवधिकत्वं नास्ति. इदानीम् अवधिसमुदायः संयोगस्य वा विभागस्य समानः, तर्हि विभागस्य निखिलावधिकत्वं भवति वा? नास्ति महोदय. नास्ति. अतः विभागस्य अपि निखिलावधिकत्वं नास्ति. तर्हि संयोगस्य निखिलावधिकत्वं नास्ति इति कृत्वा विभागस्य अपि निखिलावधिकत्वं नास्ति. नास्ति इति आगतम्. अस्तु अवगतं खलु भगिनि, तत्र प्रश्नः अस्ति वा? नास्ति महोदय. अस्तु हा, समीचीनम्. अस्तु इदानीं तर्हि तत्र मृणालिनी भगिनी स्वशब्दैः वदति वा तत्र विभागस्य किमर्थं तत्र निखिलावधिकत्वं नास्ति इति? अर्जुनं मां वा किं भगिनि? कस्मै उक्तं, मह्यं वा? भवत्यै एव. तर्हि सम्यक् न श्रूयते भगिनि. एवं वा, अनन्तरं वदामि तर्हि. अनन्तरं वदति वा? अस्तु तर्हि. अस्तु अस्तु तर्हि चन्द्रमती भगिनी स्वशब्दैः वदति वा? नमस्ते. नमस्कारः भगिनि. किं महोदय नाम तत्र विभागस्य निखिलावधिकत्वम् अस्ति न वा इति? संयोगस्य हा, तर्हि तत्र सोपानेन गच्छामः भगिनि. तर्हि संयोगस्य निखिलावधिकत्वम् अस्ति वा? संयोगस्य निखिलावधिकत्वं नास्ति. नास्ति. किमर्थं? समीचीनं. किमर्थम्? संयोगस्य अस्तु अस्तु हा, नाम तत्र भगिनि नाम तत्र संयोगस्य घटः इति स्वीकुर्मः, उदाहरणं घटः इति स्वीकुर्मः, घटपुस्तकयोः संयोगः भवति वा? भवति भवति हा. इदानीं तत्र यदा भवति तत्र संयोगः द्विनिष्ठः खलु, संयोगः घटे अपि अस्ति पुस्तके अपि अस्ति, किन्तु अस्माकं चिन्तनमस्ति तत्र केवलं घटे एव अस्ति इति चिन्तयामः. तदा घटविशिष्टसंयोगः पुस्तके नास्ति इति चिन्तनम् अस्माकं. तदा पुस्तकम् अवधिः इति भवति. अस्तु हा, अतः पुस्तकम् अवधिरूपेण स्वीकर्तुं शक्नुमः. इदानीं तत्र वृक्षः घटवृक्षः तयोः संयोगः भवति, वृक्षः अपि तत्र संयोगः द्विनिष्ठः, किन्तु केवलं घटे अस्ति संयोगः इति चिन्तयामः, एकः एव संयोगः, अतः तत्र स च संयोगः यः अस्ति तस्य अवधिः वृक्षः अपि भवितुम् अर्हति खलु. इदानीं तत्र घटकपालयोः संयोगः जायते वा? नास्ति, घटकपालयोः तत्र संयोगः इति सम्बन्धः कदापि न भवति, केवलं समवायसम्बन्धः एव अस्ति, अवयवः अस्ति इति कृत्वा केवलं समवायः एव सम्बन्धः. अतः संयोगः एव न भवति, तत्र संयोगः एव न भवति इति कृत्वा तत्र कपालः अवधिरूपेण न आगच्छति खलु. अतः अवधिरूपेण कपालः तत्र नास्ति इति कृत्वा घटविशिष्टसंयोगः निखिल, तस्य निखिलावधिकत्वं नास्ति, नाम सर्वे पदार्थाः अवधिसमुदाये सन्ति इति न वक्तुं शक्नुमः खलु. अतः इदानीं संयोगः, संयोगस्य निखिलावधिकत्वं नास्ति इति आगतं खलु. इदानीं विभागः कः इति वदति वा? विभागः कः अपि तादृशमेव, किन्तु विभागः कः नाम तस्य लक्षणवाक्यं किम् अस्ति? विभागः अपि गुणः एव. तत्र तर्कसङ्ग्रहे किम् उक्तम्? तत्र संयोगनाशकः गुणः विभागः, संयोगनाशकः अस्ति, गुणः अपि अस्ति, नाम संयोगः विभागेन नश्यति, विभागेन संयोगः नश्यति. संयोगस्य नाशस्य कारणमस्ति विभागः. विभागः संयोगनाशस्य कारणं, संयोगः केन नश्यति इत्युक्ते विभागेन नश्यति संयोगः. विभागः कारणमस्ति, संयोगनाशः कार्यमस्ति. संयोगनाशकः गुणः अपि अस्ति, इदानीं यत्र तत्र हस्तपुस्तकयोः संयोगः इति स्वीकरोतु, आसीत् संयोगः आसीत्, इदानीं सः संयोगः नष्टः, तस्य नाशस्य कारणमस्ति विभागः. इदानीं हस्तपुस्तकयोः संयोगः, संयोगः पुस्तके अस्ति इति कृत्वा संयोगस्य अवधिः कः अत्र? पुस्तक न संयोगः पुस्तके अस्ति, तर्हि संयोगः कुत्र नास्ति? संयोगः यद्यपि तत्र द्विनिष्ठः, किन्तु अस्माकं चिन्तनमस्ति हस्ते नास्ति, अतः संयोगस्य अवधिः हस्तः अस्ति. विभागस्य अपि तत्र विभागः द्विनिष्ठः, किन्तु विभागः केवलं पुस्तके अस्ति इति चिन्तयामः, तर्हि विभागस्य अवधिः कः भवति अत्र? हस्तः एव. अतः संयोगस्य यः अवधिः अस्ति सः एव अवधिः विभागस्य अपि भवति खलु. खलु अतः संयोगस्य अवधिसमुदायः यदस्ति समानमस्ति खलु, विभागस्य अवधिसमुदायेन समानः अस्ति खलु. किन्तु संयोगस्य अवधिसमुदायः सर्वं नास्ति, नाम तत्र संयोगस्य अवधिसमुदाये केचन पदार्थाः न सन्ति खलु. अतः विभागस्य अवधिसमुदाये अपि केचन केचन पदार्थाः न सन्ति खलु. अतः विभागस्य निखिल अवधिकत्वं भवति वा? केचन नास्ति इति किं कथं वदनीयं महोदय? संयोगस्य यथा संयोगस्य अवधिः हस्तः भवति, किन्तु संयोगस्य अवधिसमुदाये पुस्तकं नास्ति. पुस्तकस्य अवयवः नाम पृष्ठं तत्र पत्रम् एतत् सर्वं तत्र नास्ति खलु. अतः अवधिसमुदाये अनेके पदार्थः सर्वं नास्ति, अतः संयोगस्य निखिलावधिकत्वं नास्ति. संयोगस्य अवधिसमुदायः अपि विभागस्य अवधिसमुदायः समानः, अतः तत्रापि निखिलावधिकत्वं नास्ति. अतः पृथक्त्वस्य अपि निखिलावधिकत्वं नास्ति, संयोगस्य अपि निखिलावधिकत्वं नास्ति, विभागस्य अपि निखिलावधिकत्वं नास्ति. समीचीनम्. अस्तु अस्तु. अत्र एतावत् कोऽपि प्रश्नः? अस्तु, तर्हि भवती एव तत्र अग्रे पठति वा भगिनी, चन्द्रमतभगिनी अग्रे. निखिलावधिकत्वं नियतावधिकत्वं निखिलावधिकत्वम् अनयोः कः सम्बन्धः? तर्हि नियतावधिकत्वं निखिलावधिकत्वम् अनयोः कः सम्बन्धः? नियतावधिकत्वम् इत्यस्य अर्थः स्मर्यता. यद्विषयकप्रत्यये नियमेन अवधिः भासते तत् नियतावधिकत्वम्. पृथक्त्वस्थले खडः पटात् पृथक् इति कथनेन एव प्रत्ययः जायते. केवलं खडः पृथक् इति कथनेन शब्दबोधः न जायते. खडः पृथक् तावदेव उच्यते चेत् वयं किं पृच्छामः? कस्मात् काचन आकांक्षा अवशिष्यते. खडः पटात् पृथक् इति कथनेन एव शब्दबोधः जायते. एवं च यत्र यत्र पृथक्त्वविषयकप्रत्ययः जायते तत्र तत्र कश्चन अवधिः भवति एव. तदर्थं उक्तः यत् पृथक्त्वं नियतावधिकत्वं नियतावधिकं यत् यत् पृथक्त्वं नियतावधिकम्. तर्हि इदं नियतावधिकत्वम् अपि च यत् निखिलावधिकत्वं यस्य विषये अधुना चर्चा जाता तयोः कः सम्बन्धः? यत्र नियतावधिकत्वम् अस्ति तत्र निखिलावधिकत्वं नास्ति. कः सम्बन्धः यत्र नियतावधिकत्वम् अस्ति तत्र निखिलावधिकत्वं नास्ति कः सम्बन्धः इति चेत् तादृशं नास्ति. यद्यपि द्वयोः कश्चन सीमितसम्बन्धः वर्तते एव यः अधः दत्तः यः अधः दत्तः. इदानीं नियतावधिकत्वं निखिलावधिकत्वम् अनयोः कः सम्बन्धः इति प्रश्नः. नियतावधिकत्वम् इत्यस्य अर्थः स्मर्यताम्. यद्विषयकप्रत्यये नियमेन अवधिः भासते तत् नियतावधिकत्वम् यद्विषयकप्रत्यये नियमेन अवधिः भासते प्रत्यये नाम यस्य विषयप्रत्यये नाम इति भवति तत्र तस्मिन् प्रत्यये नियमेन अवधिः भासते चेत् तदा इति वदामः तत् विषयकप्रत्यये यस्य विषयकप्रत्यये नियमेन अवधिः भासते तद् नियदावधिकत्वम् पृथक्त्वस्थले खडः पटात् पृथक् इति कथनेन एव प्रत्ययः जायते पृथक्त्वस्थले खडः पटात् पृथक् इति स खडा आश्रयकपृथक्त्वं पठे नास्ति तत्र न सत्यं हा नाम नाम तत्र घटः पठात् पृथक् इति तत्र तादृशमेव कथनं भवति तादृशमेव प्रत्ययः भवति खलु पञ्चमी गत्याम् आगच्छति वा तादृशम् आगच्छति आगच्छति अपति अपतिकत्वमस्ति अत् घट घटः पठात् पृथक् इति कथनेन एव प्रत्ययः जायते केवलं खडः पृथक् इति कथनेन शब्देन न जायते अत्र कस्मात् न जायते शब्दबोधः न जायते अवगमनं न भवति सम्यक् अवगमनं न भवति खडः पृथक् तावत् एव उच्यते चेत् वयं किं पृच्छामः कस्मात् पृथक् तस्मात् पृथक्तिवदनेन एव शब्दबोधः जायते काचन आकांक्षा अवशिष्यते अत्र आकांक्षा तिष्ठति खडः पठात् पृथक् इति कथनेन एव शब्दबोधः जायते अस्तु एवञ्च यत्र यत्र पृथक्त्वविषयकप्रत्ययः जायते तत्र तत्र कश्चन अवधिः भवति एव पृथक्त्वविषयः प्रत्ययः जायते चेत् अत्र अवधिः अपि भवितुम् अर्हति तदर्थम् उक्तं यत् पृथक्त्वं नियतावधिकं तस्य अर्थं पृथक्त्वम् इति गुणः नियतावधिकत्वम् तत्कारणेन वक्तुं शक्यते तदर्थं तर्हि इदं नियतावधिकत्वम् अपि च यत् निखिलावधिकत्वं यस्य विषये अधुना चर्चा जाता तयोः कः सम्बन्धः नियतावधिकत्वम् अनन्तरं निखिलावधिकत्वं तयोः सम्बन्धः किम् यत्र नियतावधिकत्वम् अस्ति तत्र निखिलावधिकत्वम् अस्ति वा अथवा यत्र नियतावधिकत्वम् अस्ति तत्र निखिलावधिकत्वं नास्ति वा तयोः कः सम्बन्धः यत्र यत्र निखिलाग अवधिकत्वमस्ति तत्र तत्र नियतावधिकत्वम् अस्ति वा नास्ति वा इति नास्ति वा तेषां सम्बन्धः तयोः सम्बन्धः किम् इति नाम नाम तत्र मार्गद्वयमेव भवति नाम तत्र यत्र यत्र नियतावधिकत्वम् अस्ति तत्र तत्र निखिलावधिकत्वम् अवश्येन भवति इति एकः मार्गः तत् सत्यं वा अथवा यत्र यत्र नियतावधिकत्वम् अस्ति तत्र तत्र निखिलावधिकत्वं नास्ति इति द्वितीयमार्गः तादृशं नाम केवलं मार्गद्वयम् अस्ति वा इति प्रश्नः तदा तादृशसम्बन्धः अस्ति वा इति चेत् तादृशं नास्ति नाम एकमस्ति चेत् अन्यत् अस्ति अथवा एकमस्ति चेत् अन्यत् नास्ति एव तादृशं न वक्तुं शक्नुमः चेत् तादृशं नास्ति यद्यपि द्वयोः कश्चन सीमितसम्बन्धः सीमित लघुसम्बन्धः वर्तते तयोः मध्ये सीमित इत्युक्ते लघु तस्य सीमा अस्ति सीमा सीमितं सीमितं लिमिटेड् तस्य सीमितसम्बन्धः वर्तते एव यः अति यः सम्बन्धः वर्तते सः सम्बन्धः अधः दत्तः अस्ति अतः अग्रिमे सप्ताहे तस्य विवरणं विवरणं पठामः समीचीनं तर्हि एतावत् कोऽपि प्रश्नः सर्वं अवगतं वा? यतोहि भव किमपि वयं पठितवन्तः अद्य. अस्तु, प्रश्नः नास्ति चेत् समीचीनं. धन्यवादाः, नमस्काराः, अग्रिमसप्ताहं मिलामः. धन्यवादः. धन्यवादः.